नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। तनादिगणः इति प्रवर्तमानविषयः अस्ति। अत्र अन्ते स्मः। कृ धातुः, तस्य रूपाणि साधनीयानि। तस्मात् पूर्वम् एकं प्रदर्शयितुम् इच्छामि। वयं सप्ताहद्वयपूर्वम् अर्ण ऋण् इति धातोः तत्र अष्टाध्यायी .com मध्ये हि लोपः न भवति वा इति चिन्तनं कृतवन्तः। तत्र महोदय, नीलेश महोदय फिक्स् कृतवान् तत्र हि लोपः न भवति इति। लोट्लकारे मध्यमपुरुष एकवचने अर्नुहि इत्येव रूपं, तत्र हि लोपः न भवति। किमर्थम् इत्युक्ते संयोगः, क्षम्यताम्, असंयोगः अस्ति चेदेव हि लोपः, किल। उतश्च प्रत्ययाद् असंयोगपूर्वात् इति सूत्रेण असंयोगपूर्व उकारः अस्ति चेदेव हि लोपः भवति अथवा न भवति। अतः तत्र अहं किञ्चित् लिखितवती, तद् फिक्स् कृतवान् तद् पश्यतु इति। अर्नुहि इति रूपम् एव भवति, तदेव अस्ति। अग्रे सरामः इदानीं। तत्र कृ धातुः भगिनी, करपत्रे त्रीणि संख्या दश धातवः सन्ति, दि अन्तिम धातुः वृणु इति टैपो ऐ थिङ्क्, बिकास् दि धातु इस् तृणु। अस्तु, तृणु अधने, तृणु बट् तृणु अधने, परन्तु दशधातवः वृणु इति अस्ति। ओ, तृणु इति नास्ति इति वदति वा? ओ, नास्ति। आम् भगिनि, अस्तु, प्रायः पश्यामः। अस्माकं तद् पुस्तके अपि नास्ति वा भगिनि? तद् अन्यत् पुस्तकमस्ति किल, तत्रापि नास्ति वा पुस्तकं? तृणु भगिनि, तृणु करेक्ट्, तृणु आदने इति अस्ति भगिनि, किन्तु तृणु आदने, तृणु आदने इति सम्यक् अस्ति, परन्तु करपत्रे पेज् नम्बर् 3 विकरणप्रत्ययनिमित्तिकाङ्गकार्यम् इति तनादिगणे दश धातवः सन्ति इति अन्तिम वृणु इति अस्ति, टैपो। ओ, टैपो, अस्तु। ओ, अहं तु वेब्सैट् मध्ये एव पश्यन्ती अस्मि, तत्र तृणु एव अस्ति, प्रायः PDF मध्ये मुद्रणदोषः, प्रायः तत् सम्यक्। ओ, अस्तु, तृणु अस्तु, तृणु एव, आम् अस्तु। तत्र अद्य किं कुर्मः, किञ्चित् पुनस्मरणं कृत्वा अग्रे सरामः। तत्र डुक्रुं करणे इति धातुः अस्ति, तत्र रूपं रूपसाधनात् पूर्वम् असंयोगपूर्व अङ्गधातूनां कार्यम् इति आरभ्य एकवारं पठित्वा रूपं साधयामः। राजेन्द्रमहोदय पठति वा? महोदय, राजेन्द्रमहोदय अस्ति वा? अन्म्यूट् न कृतवान्। ओ, अस्तु अस्तु, कुतः कुतः भगिनि? असंयोगपूर्व अङ्गधातूनां कार्यं कुरु, अत्र अस्माकं तनादिगणः एव। असंयोगपूर्व असंयोगपूर्वाङ्गधातूनां कार्यं पित्सु कुरु इति अङ्गं, हलादिपित्सु गुणः भवति, गुणः हलादिषु किमपि सन्धिकार्यं न अर्हं, कुरु योगति करोति, अजातिपित्सु गुणः तदा अव आदेशः, कुरु करु योग आणि करो योग आणि कर्वाणि कर्वाणि अत्र अस्योङ्गपूर्वधातूनां कार्यम् अत्र क्रीधातु तु अस्योङ्गपूर्वम् एव अस्ति अत्र पित्सु अङ्गं भवति करु अपि च हलादिपित्सु तत्र गुणः भवति यथा हलादिपित्सु प्रत्ययः अस्ति पित् प्रत्ययः अस्ति हलादि किमपि सन्धिकार्यं न अहं यथा करु योग अस्ति अत्र गुणं भूत्वा करोति निष्पणम् भवति अजादिपित्सु अत्र गुणः भवति तदा अव आदेशः भवति करु योग आणि करो उकारस्य गुणं भूत्वा करो योग आणि कर्वाणि कर्वाणि आणि अत्र रूपं निष्पन्नं भवति तावत् एव हलादिपित्सु अजादिपित्सु तादृशकार्यं भवति हलादिपित्सु केवल गुणकार्यमेव गुणः भवति तत् अनन्तरं किमपि सन्धिकार्यं न अस्ति अजादिपित्सु गुणः भवति तत् तदनन्तरम् अव आदेशः न भवति यथा कुरु करु योग आणि करो योग आणि कर्वाणि कर्वाणि अपित्सु कुरु इति अङ्गम् अपित्सु प्रत्ययपरे कुरु अङ्गं भवति यथा पूर्वम् अस्माभिः पठितं गतसप्ताहे अत्र किम् अस्ति अत्र क्रियोग करु भवति ऋकारस्य अनुभूतः तत् रपर् भवति उरण् रपर् सूत्रेण तत् करुयोग उ करु भवति तत् अनन्तरम् एकं सूत्रम् आगत्य तत्र यदि प्रत्ययः अपित् अस्ति तत् कारणात् उत् सार्वधातुके तत् इत्यनेन अपिति प्रत्यये परे तस्य अङ्गस्य अकारस्य स्थाने क उत्तरवर्ति अकारस्य स्थाने उ आदेशः भवति कुरु अङ्गं भवति तथा अत्र यदा अजादि पित्सु इति कुरु यथा अङ्गम् अस्ति तत् हलादि पित्सु प्रत्ययः अस्ति चेत् अत्र हलादि अपित्सु क्षम्यतां हलादि अपित्सु प्रत्ययः अस्ति चेत् तत् किन्नति च सूत्रेण तत् अपि तस्य तत् कारणात् किन्नति च सूत्रेण तद् गुणनिषेधः भवति कुरु योगतः न कुरुतः अपि च स्थलद्वये अपवादभूतकार्यम् अस्ति लटि हि लोपः कुरु योग हि अत्र कुरु एव भवति हि प्रत्ययस्य लोपः भवति वकारे मकारे यकारे परे च उकारस्य नित्यं लोपः भवति कुरु योगवः कुर्वः अकुरु योगम अकुर्मः कुरु योगयात् कुर्यात् अत्र उकारस्य लोपः भवति अत्र वकारमकार्यकार्यपरे अत्र एकं सूत्रम् अस्ति अजादि अपित्सु इको यञ्च इति यन् आदेशः भवति कुरु योग अन्ति तत्र अन्ति अत्र कुर्योग आगच्छति अत्र यन् आदेशः भवति उकारस्थाने व आदेशः कुर्वन्ति रूपं भवति सूत्रम् अस्ति नित्यं करोतेः पठामि वा भगिनि आम् आं पठतु महोदय तत्र प्रथमवाक्यम् अनुवृत्तिसहितसूत्रमेव पठतु महोदय आमामां नित्यं करोतेः क्रीधातोः प्रत्यय अव्यव उकारस्य नित्यं लोपः भवति वकारमकारादौ प्रत्यये परे करोतेः अङ्गस्य प्रत्ययस्य उत्थ नित्यं लोपः मवोः अत्र किञ्चित् अपादभूतसूत्रम् अस्ति यथा पूर्वम् अस्माभिः पठितं तनादिगणे लोपश्च अन्यतरसा मवोः तत्र तु विकल्पेन उकारस्य लोपः भवति परन्तु अस्मिन् स्थित्यां अजादि पित्सु अजादि क्षम्यतां हलादि पित्सु अत्र किं भवति अत्र मकारमकार परे प्रत्यय मकार आदि मकारादि प्रत्यये परते अत्र अङ्गस्य उतः नित्यं लोपः भवति तस्य नित्य उकारस्य लोपः नित्यम् अस्ति तथा सर्वदा तत्र विकल्पेन कोऽपि रूपद्वयं न स्ताः रूपम् एकमेव रूपं तत्र भवतेः करोतेः प्रसङ्गे तत् समीचीनं. तत्र पित्तम् अपित् इति किमपि चिन्तनं नास्ति, मकारवकारे परे. समीचीनं. तत्तु नित्यं करोतेः इति सूत्रं, तत्तु अस्माकं लोपश्च अन्यतरस्यां मोहो इति सूत्रस्य अपवादभूतसूत्रं. समीचीनं समीचीनं महोदय, धन्यवादः. अरुणा भगिनी ये च पठति वा? आं भगिनि, ये च यकारादिप्रत्ययपरे क्रू धातोः प्रत्यय अवयव उकारस्य लोपः भवति. ये सम्पूर्ण अनुवृत्तिसहितसूत्रम् ये च करोतेः अङ्गस्य प्रत्ययस्य उतः लोपः. अत्र सूत्रं वदति यकारादिप्रत्यये परे क्रू धातोः यकारादिप्रत्यये परे प्रत्यय अवय उकारस्य लोपः भवति. यत्र अभिधिलिङ्ग् प्रत्ययेषु यकारः अस्ति, अत्र कुर्यात् इति रूपं भवति, न कुर्यात्. यकारादिप्रत्यये परे कृ धातोः प्रत्यय अवयव उकारस्य लोपः भवति ये च इति सूत्रेण. अत्र सूत्रसङ्ख्या पश्यति चेत् नित्यं करोतेः इत्यस्य अग्रिमसूत्रमस्ति, अतः नित्यम् इति अनुवृत्तिः भवति, अतः नित्यं लोपः विकल्पेन न, नित्यं तस्य लोपः भवति, उकारस्य नित्यं लोपः भवति. समीचीनम्. अग्रे अपि पठतु भगिनि. यत् उक्तं तनादिगणे अचिष्णुधातु ब्रुवां यवो रियङ् वङ्गौ इत्यस्य प्रसक्तिः नास्ति, अतः अत्र असंयोगपूर्व अङ्गधातूनां कृते यन् आदेशस्य साधनार्थम् अपवादभूतसूत्रस्य हुष्णोः सार्वधातुके इत्यस्य आवश्यकता नास्ति. तदर्थम् अत्र सामान्यसूत्रम् इको एनर्जि इत्येव कार्यं करोति. वयं पुनः पूर्वं स्वादिगणे पठितवन्तः अत्र उकार अस्ति अङ्गम् अस्ति चेत् अचिष्णुधातु ब्रुवां सूत्रेण एवं यन् आदेशः भवति. हलादिप्रत्ययपरे भगिनि अजादिप्रत्ययपरे तत् सूत्रस्य बाधक अपवादसूत्रं हुष्णोः सार्वधातुके इति धातु अपि यन् आदेश करोति. हलन्तधातु अस्ति चेत् प्रत्यय अस्ति चेत् ततः तत्र परन्तु तनादिगणे अत्र स्नुधातु तृप्रत्यय नास्ति, ततः उ इति विकरणप्रत्यय द्वे सूत्रे न कार्यं करोति. केवलम् इको एनर्जि सूत्रेण सूत्रेण गुण यण् आदेशः. समीचीनम्. तत्र अचिष्णुधातु ब्रुवां युवोरियङ् वङ्गौ इति सामान्यसूत्रं, तस्य अपवादभूतसूत्रं हूष्णुवोः सार्वधातुके. यत्र सामान्यसूत्रमेव न कार्यं करोति तत्र अपवादसूत्रस्य प्रसक्तिः एव नास्ति, तस्य किमपि आवश्यकता नास्ति इत्येव उक्तमस्ति. तनादिगणे कुत्रापि अचिष्णुधातु ब्रुवां वा हूष्णुवोः द्वयोः सूत्रयोः प्रसक्तिः नास्ति इत्येव सारांशः अत्र. यत्र यत्र आवश्यकम् अच् प्रत्ययः परे अस्ति चेत् इको यणचि इति सामान्यसूत्रस्य एव कार्यम् इत्येव उक्तम्. अतः अत्र अस्माकं विषयः एवम् अस्ति, पित्सु अत्र अङ्गद्वयम् अस्ति, डुक्रुङ्करणे इति धातोः विषये अङ्गद्वयम् अस्ति, पित्सु करु इति अङ्गम्, अपित्सु कुरु इति अङ्गम्. तद् मनसि निधाय वयं रूपं साधयामः. प्रथमं परस्मैपदी साधयामः, अनन्तरं आत्मनेपदी. अस्तु, परस्मैपदी लटि. श्रीवल्ली भगिनी वदति वा प्रथमं लटि? आं भगिनि, लटि परस्मैपदी, परस्मैपदे रूपाणि प्रथमपुरुषः एकवचनं ति, ति इति हलादि पित् प्रत्ययः. पित्सु करु इति अङ्गं, करु योगः ति. गुणः भवति सार्वधातुक अर्धधातुकयोः गुणः भवति. करु उकारस्य स्थाने ओकारः आयाति, करोति इति रूपम्. तः, तः इति हलादि अपित् प्रत्ययः. अपित् अपित् अङ् अपित्सु अङ्गम् इति कुरु, कुरु योगः तः, तः. अत्र कोऽपि कार्यं नास्ति, कुरुतः इति रूपम्. अन्ति, अन्ति इति अजादि अपित् प्रत्ययः. अजादि अपित् प्रत्ययः अति कुरु योगः अन्ति, कुर्वन्ति. कुरु योगः अन्ति किम् अभवत् भगिनि? उकारः अकारः, एकम् एकं उकारः अकारः एनादेश सन्धि भवति, संथिङ्ग् ऐ वास् थिङ्किङ्ग्. कुरुयोगः अन्ति, यणादेशः उकारस्य स्थाने वकारः आगच्छति, कुर्वन्ति इति रूपं. सि इति हलादि पित्सु रूपं करोषि, आदेशप्रत्ययोः इन्कोः मूर्ध सः सः सहसः इति सूत्रेण सकारस्य स्थाने मूर्धन्यसकारः आगच्छति, रूपम् इति करोषि. गुणः भवति आं भगिनि, पित् हलादिपित्, हलादिपित् प्रत्ययः. अङ्गम् इति करु इति करोषि इति रूपं भवति. तः, तः इति हलादि अपित् प्रत्ययः इति चेत् अङ्गं कुरु, कुरुतः इति रूपं. बहुवचने मध्यमपुरुषे कुरुत इति रूपम्. उत्तमपुरुषे एकवचनं मि, मि इति हलादि पित् प्रत्ययः. अङ्गं, अङ्गं करु, करुयोगः मि गुणः भवति, रूपं करोमि. द्वितीय वचने वः इति प्रत्ययः. वः इति हलादि अपित् प्रत्ययः. अत्र नित्यं करोतेः इति सूत्रेण उकारस्य लोपः भवति, रूपम् इति कुर्वः. यदा महा, महा इति हलादि अपित् प्रत्ययः. अङ्गं कुरु, नित्यं करोतेः इति सूत्रेण कुर्मः, उकारस्य लोपः भवति, कुर्मः इति भवति. समीचीनम्, उत्तमं भगिनि. अतः रूपं, रूपम् एकवारं पुनः वदतु भगिनि सर्वेषां. करोति, कुरुतः, कुर्वन्ति, करोषि, कुरुतः, कुरुत, करोमि, कुर्वः, कुर्मः. समीचीनम्, उत्तमम्. अस्तु, रघुपतिमहोदय लोट्लकारः वदति वा? एकवारं पूर्वमेव अस्ति महोदय, तद् अहम् अद्य अपि प्रेषितवती किल मेल् मध्ये. क्षम्यतां, क्षम्यतां भगिनि, एकवारम् एकवारं पश्यामि. अस्तु, लोट् लकार एकवारं लोट्लकारे इदानीं कृयोग तु इति अस्ति खलु करु करु योग तु इति अत्र अपित् अस्ति करो करोतु इति भवति करोतु अथवा अपित् अस्ति चेत् तात् कुरु एकवारं अतवत् इति इत्यनेन कुरुतात् इति भवति कुरुतात् अतवत् ओ अस्तु अस्तु अङ्गं साधितं किल करु इति पित् कुरु इति अपित् करु इति पित् अस्ति चेत् करो करोतु इति करोतु कुरुतात् इति अपि च अनन्तरं कुरुताम् इति भवति अत्र अपित् अस्ति अतः अपित् अस्ति अतः कुरुताम् इति कुर्वन्तु अत्र अत्रापि कुर्वन्तु इति यणसन्धिः भवति कुर्वन्तु अपि च अत्र कुरु अपित् अस्ति कुरु कुरु हि कुरु एव भवति हि उतश्च अस् इति किमस्ति उतश्च एकवारं सूत्रमस्ति अशयोगपूर्वस्य उतश्च एकवारं उतश्च उतश्च प्रत्ययात् अशयोगपूर्वात् हे हे लुक् इति सूत्रेण तस्य लोपः भवति अथवा कुरु इति हा कुरु इति अशयोगपूर्वः अस्ति अतः कुरु हि न भवति कुरु एव कुरुतात् इदानीं कुरुतात् इति नित्यं करोतेः इति सूत्रेण नित्यं करोतेः मकारवकारयोः एव किल मकारवकारयोः भवति नित्यं कुरुतात् कुरुतात् कुरुतं कुरुता इति इदानीम् आनि इदानीम् आनि अस्ति अत्र करु करु खलु करु इति करु करु कर्वाणि करु योगानि कर् अत्र गुणः भवति गुणः भवति पित् अस्ति लोट्लकारे पित् अस्ति इदानीं अतः करवाणि इति भवति नत्वं भवति अत्र करवाणि करो करो आणि क इदानीम् अवकरवाणि इति भवति अपि च करो करु इति करोवा वा करवाम इति रूपं तत्र नित्यं करोतेः भवति वा करु नित्यं करोतेः इति नास्ति खलु अत्र नित्यं करोतेः नास्ति करु एकवारं नास्ति वा अस्ति वा एकवारं महोदय भवान् पाठयितुम् आरब्धवान् वा आम् तस्मात् पूर्वं न तद् तस्मात् पूर्वं यत् सिद्धप्रत्ययः कण्ठस्थीकरणम् आवश्यकं महोदय अत्र नित्यं करोतेः अङ्गस्य करोतेः न अनुवृत्तिसहितपुत्रं पश्यतु महोदय तावदेव करोतेः अङ्गस्य प्रत्ययस्य उतः नित्यं लोपः भवति इति अस्ति कदा भवति करोतेः अङ्गस्य प्रत्ययस्य उतः नित्यं लोपवति मोहो इति मोहो इति अत्र नास्ति अत्र तावदेव न अभवत् अस्तु रूपाणि एकवारं वदतु महोदय करोतु हा करोतु कुरुतात् कुरुतां कुर्वन्तु कुरु कुरुतात् कुरुतं कुरुत करवाणि करवाव करवाम इति समीचीनं करवाम समीचीनम् अस्तु विजया भगिनी लङ्लकारः नमस्कारः भगिनि नमस्ते भगिनि वदतु भगिनि तत्र तिङ् प्रत्ययं सिद्धतिङ् प्रत्ययम् इत् ताम् अन् इस् तं त अं व म तत्र लङ्लकारः तत्र क्रु प्लस् तिप् अस्ति अनन्तरं तत् पकारस्य लोपः भवति अतः इति एव तिष्ठति अकरोत् अकरोत् अस्ति तत्र सार्वधातुक आर्धधातुकयोः इति तत्र कुरु कर् अस्ति सार्वधातुकमपि तस्ति अतः तत्र गुणकार्यं नास्ति अनन्तरं लुङ् लङ् लृङ्ष् व उदात्तः इति सूत्रेण अकर् भवति अनन्तरं सार्वधातुक आर्धधातुकयोः इति उकारस्य स्थाने ओकारः भवति अकर् योगः ओकारः तावदेव अकरोत् इति भवति खलु भगिनि अकरोत् प्रथम पुरुषे एकवचनं अनन्तरं अकृताम् इति अस्ति तत्र अपि कुरु अस्ति तनादिकृभ्यः उः इति सूत्रेण ऊकारः आगच्छति अनन्तरं तस् इति अस्ति अनन्तरं तस् समीपां तां तं तामः इति सूत्रेण ताम् आगच्छति तत्रापि लुङ् लङ् लृङ्ष् उदात्तः इति सूत्रेण अक्रु इति अस्ति अनन्तरं सार्वधातुक आर्धधातुकयोः सार्वधातुक आर्धधातुकयोः अकर् इति आगच्छति अनन्तरं तत्र अकर् योगः उ योगः ताम् अकृताम् इति आगच्छति तत्र गुणः अनन्तरं तत्र अक्रु इति अस्ति प्रथमं अनन्तरं सार्वधातुक आर्धधातुकयोः अकर् इति भवति खलु भगिनि कर् परन्तु ताम् इति कीदृशप्रत्ययः ताम् इति लोट् मध्ये आगच्छति खलु तस्य समीपे तामः तत्र तत्र अपित् अस्ति समीचीनम् अनन्तरं सार्वधातुक आर्धधातुक इति सूत्रेण तत्र क्रूस्थाने कर् आगच्छति खलु अतः तत्र गुणः भवति खलु भगिनि भवती पूर्वं यदा वदति वा अङ्गस्य पूर्वं कुत्र वदति इदानीम् अङ्गद्वयमस्ति भगिनि एकं तु करु इति पित् प्रत्ययस्य कृते करु इति अङ्गं कुरु इति अपित् प्रत्ययस्य कृते अङ्गम् इदानीं वदतु अकुरु इति अस्ति अकुरु योगः ताम् अकुरु अकुरु योगः ताम् तत्र अकृताम् एव वर्णः समीचीनं इदानीं तादृशमेव करोतु अकुरु योगः अन् अकुरु योगः अन् तत्र जोन्तः इति सूत्रम् आगच्छति अनन्तरं तत्र अपि लुङ् लङ् लृङ्क्ष् उदात्तः इति आगच्छति अनन्तरम् इको एनचि इति सूत्रम् आगच्छति वकारस्य स्थाने न इको एनचि आगच्छति अनन्तरं संयोगान्तस्य लोपः इति सूत्रम् आगच्छति तत्र अकुर्वन् इति भवति तत्र अण् अन्त् इति अस्ति खलु तत्र इत् तस्य लोपः इति हलन्त्यं तस्य लोपः इति सूत्रेण गच्छति अन्येव तिष्ठति अतः अकुर्वन् इति आगच्छति अनन्तरम् अकरोः मधिमपुरुषे एकवचनं तत्र अपि तत्रापि लुङ् लङ् लृङ्क्ष् उदात्तः इति सूत्रम् आगच्छति. अनन्तरं तत्र सार्वधातुक आर्वधातुक इति सूत्रेण अकरोः इति आगच्छति. अकरो इति अनन्तरं सशु जुषु रुः इति सूत्रेण तत्र उकारस्य स्थाने इत् भवति. अनन्तरम् ईर्रेव तिष्ठति. परावसानयोर्विसर्जनीयस्य रेपः आगच्छति. रेपस्य स्थाने तत्र विसर्गः आगच्छति. अकरोः इति मध्यमपुरुषे एकवचनं निष्पन्नं तत्र. अनन्तरम् अकृतम् इति अस्ति. तत्र तस् इति अस्ति. तत्र अपि तस् समीपान् तां तं तामः इति सूत्रेण तम् आगच्छति. अनन्तरं तत्र अपि लुङ् लङ् लृङ्क्ष् उदात्तः इति सूत्रम् आगच्छति. तावदेव तत्र अकृतम् इति रूपं निष्पन्नम्. अनन्तरम् अकृत तत्र अक्रु ता एव तत्र एकनिमिषं भगिनि ता एव तत्र वर्णमेलनम् अकृत इति. तत्र अपि लुङ् लुङ् लङ् इति बृहत् सूत्रं कार्यं करोति. अनन्तरम् अकरवम् इति अस्ति. तत्र अपि तस्समीपान् तं तं तामः इति सूत्रेण अम् आगच्छति. लुङ् लङ् लुङ् लङ् एतदपि कार्यं करोति. अनन्तरं अकर् ओ अम् अस्ति. तत्र ओकारस्य स्थाने यचो यवायावः कार्यं करोति. यचो यवायावः अतः अव इति आगच्छति. अम् इति अस्ति. अकरवम् इति अन्तिमरूपं निष्पन्नम्. अनन्तरम् अक्रुव तत्र वर्णमेनलमेव खलु भगिनि. अकर् अकुरुव अनन्तरम् अक्रुव इति अस्ति. अत्र किं सूत्रं कार्यं करोति भगिनि? विशिष्टसूत्रं विशिष्टसूत्रं तत्र अकुर्व इति अस्ति खलु. तत्र विकल्पेन अन्यरूपं भवति. एतत् लोपः अन्यस्तरस्य मोः इति सूत्रेण कार्यं करोति. तद् अत्र कार्यं करोति वा? अकुर्व इति सूत्रेण तत्र कार्यं न करोति. परन्तु अकुर्व इति अकुर्व इति तत्र न कार्यं करोति. परन्तु अकुर्व इति अस्ति अस्ति द्वे स्थाने एव कार्यं करोति एव खलु भगिनि. मोः इति मकारः वकारः तत्र सूत्रं आगच्छति. लोपः च अन्यत च असि अन्यतरस्याम्. करपत्रम् अस्ति वा भवत्याः पुरतः? तत्र अन्यतरस्य समीचीनं. तत्र अस्माकं डुकृङ्करणे इति इदानीमेव सूत्रं पठितवन्तः किल, तद् पठतु एकवारं. परस्मैपदी लट् इत्यस्मात् पूर्वं तत्र नित्यं करोतेः इति एकं सूत्रम् अस्ति, तस्य प्रथमवाक्यमेव पठतु. आम्, अकुरु धातोः प्रत्यय अवयव उकारस्य नित्यं लोपः भवति. एतदेव खलु भगिनि. वकारमकारादौ प्रत्यये परे उकारस्य लोपः भवति. तदेव अत्र कार्यं करोति. अतः पुनः वदतु किं सूत्रम्? लोपश्चास् अन्यतरस्यां मोः न नित्यं करोति. नित्यं करोतेः इत्येव कार्यं करोति. द्वे अपि न नित्यं करोतेः एव कार्यं करोति. लोपनित्यम् इति अस्ति किल, अकारमकारादौ प्रत्ययपरे. आं भगिनि, आं भगिनि. परन्तु इदानीमेव भवत्या उक्तं खलु अपवादसूत्रमिति. लोपच अन्यतरे अस्तु इत्यस्य अपवादसूत्रं नित्यं नित्यम् इति कारणेन तत्र विकल्पेन रूपं न भवति यत्र यत्र नित्यम् इति नित्यम् इति अस्ति चेत् नित्यमेव भवति समीचीनं अस्तु अपवादः तत्र विकल्पेन न भवति अकुर्मः अपि तत्र तत्र वकारस्य स्थाने मकारः तावदेव अकुर्म अकुर्म अकुर्म तावदेव भवति समीचीनम् अस्तु अरुणा भगिनी विधिलिङ्गि वदति वा आं भगिनि विधिलिङ्ग क्रूधातु सर्वं सर्वाणि अपित् अस्ति भगिनि केवलं अपितः ततः कुरु परन्तु वैपदम् अतः पूर्वं वयं पठितो एच एच्छ इति सूत्रेण उकारप्रत्यय परे यकारलोपः भवति उकारलोपः भवति ततः प्रथमपुरुष प्रथमपुरुष एकवचने कु धातुः अपित् अस्ति चेत् अङ्गं कुरु एव कुरु योगयात् कुर्यात् इति रूपं कुरु योगः यातां कुर्यातां कुर्युः इति प्रथमाविभक्ति मध्यमपुरुषे कुरुथाः कुरु मध्यमपुरुषे रूपं भगिनि पुनः याः इति प्रत्ययः कुरुता कुरुताः प्रथमपुरुष एकवचनं कुर्यातं कुर्यात उत्तमपुरुषे कुर्याम कुर्याव कुर्याम कुर्यां कुर्याव कुर्याम समीचीनं सर्वत्र सूत्रं किं भगिनि केन सूत्रेण उकारस्य लोपः एच इति सूत्रेण समीचीनं यकारादिप्रत्यये परे क्रियधातोः प्रत्यय अवयव उकारस्य लोपः भवति सर्वत्र अतः यकारादिप्रत्ययः अस्ति विधिलिङ्गि अतः प्रत्यय अवयवकृ कुरु इत्यत्र तस्य उकारस्य लोपः भवति कुरु इति अङ्गं किल अपित् कारणेन समीचीनं धन्यवादः भगिनि इदानीं तत्र कुरु इति तु उभयपदी अस्ति तस्य आत्मनेपदीरूपमपि साधयामः आत्मनेपदी अस्तु साधयामः एकवारम् अस्तु राजेन्द्रमहोदय लटि वदति वा आम् अत्र तु लट् लकारे सर्वे अपित् प्रत्ययाः सन्ति तत्कारणात् तत् अङ्गम् अस्ति कुरु कुरु योगते अत्र अपित् अस्ति कोऽपि कार्यं नास्ति कुरुते कुरु योग आते अत्र उकारस्य अनन्तरम् अकारः आगच्छति तत्कारणात् तत् यन्सन्धिः भूत्वा तत् कुर्वाते कुर्वाते भवति अनन्तरं बहुवचने कुर्वते तत्रापि यन्सन्धिः भूत्वा कुर्वते से अत्र से अपि अपि हलादि अपि प्रत्ययः अस्ति कुरु कुरु से अन्यत् कोऽपि कार्यं नास्ति कुरु से परन्तु अत्र सकारस्य षत्वं भवति आदेशप्रत्यय सूत्रेण तत् कुरुषे रूपम् आगच्छति आथे अत्र यन्सन्धि भवति अन्यत् कोऽपि कार्यं नास्ति अजादि अपि प्रत्ययः अस्ति कारणं तत् कुर्वाथे द्वे कुरु द्वे तत्र रूपम् आगच्छति कोऽपि कार्यं नास्ति ए ए कुरुयोग ए कुर्वे अत्र अपि यन्सन्ध्या आगत्य कुर्वे रूपं भवति कुर्वहे अत्र तु वकारादि प्रत्ययः अस्ति, तत्कारणात् तत् नित्यं नित्यं करोतेः तत्सूत्रेण उकारस्य कुरु उकारस्य तत्र अन्तुकारस्य लोपः भवति, कुर्वहे अपि च अनन्तरं कुर्महे तत्र तत्रापि नित्यं करोति सूत्रेण उकारस्य लोपः भवति. समीचीनम्, उत्तमं महोदय, धन्यवादः. श्रीवल्ली भगिनी लोट्लकारे वदति वा? आं भगिनि, लोट्लकारे ताम् इति हलादि अपि प्रत्ययः, अङ्गम् इति कुरु, कुरुताम् इति रूपं भवति, आताम् आताम् इति अजादि अपि प्रत्ययः, कुरु इति अङ्गं, कुरुयोगः आताम् इको एनचि एणादेशः भवति, कुर्वाताम् अताम् इति अजादि अपि प्रत्ययः, अङ्गम् इति कुरु, कुरुयोगः अताम् इको एनचि सूत्रेण एणादेशः, कुर्वताम् इति रूपं भवति. स्वा मध्यमपुरुषे एकवचनं, स्वा इति हलादि अपि प्रत्ययः, अङ्गम् इति कुरु, कुरुयोगः स्वा कुरुस्व आदेशप्रत्ययोः इति सूत्रेण कुरुष्व इति रूपं भवति. आथाम् आथाम् इति अजादि अपि प्रत्ययः, इको एनचि इति सूत्रेण कुर्वाथाम् इति रूपं भवति. ध्वं कोऽपि कार्यं नास्ति, अङ्गम् इति हलादि अपि प्रत्ययः, अङ्गं कुरु इति कुरुध्वम् इति रूपं भवति. उत्तमपुरुषे एकवचनं ऐ इति प्रत्ययः इति अजादि पित् प्रत्ययः इति चेत् अङ्गं करु इति अङ्गं, करि योगः ऐ प्रथमं गुणः भवति, करो योगः ऐ अनन्तरं ऐवायाव सन्धिः रूपम् इति करवै इति रूपं भवति. आवहै अजादि पित् प्रत्ययः, अङ्गम् अत्र करु इति अङ्गं, करु योगः आवहै इति अत्र प्रथमं गुणः भवति, करो योगः आवहै एचो यावयव सन्धिः अनन्तरं रूपं करवावहै इति रूपम्. आमहै आमहै इति अजादि पित् प्रत्ययः, अङ्गं करु, करुयोगः आमहै प्रथमं गुणः भवति, करो योगः आमहै अनन्तरं एचो यावयवः रूपं करवामहै इति भवति आसने. सम्यक्, उत्तमं भगिनि. अस्तु, रघुपति महोदय लाङ्लकारः वदति वा? हा, लङ्लकार लङ्लकार तां अत्र अपि प्रत्ययः अस्ति, अतः कुरु इति अङ्गं भवति, कुरु इदानीम् अडागमः भवति, अडागमः भूत्वा अकुरुता इति अकुरुयोगता अकुरुता अकुरुयोग आताम् अत्र यणसन्धिः भवति, अकुर्वाताम् इदानीम् अकुरुयोग अत अकुर्वत इति अत्रापि यणसन्धिः, इदानीम् अकुरुयोगताः अकुरुताः इति, अपि च आथाम् अकुरुयोग आथाम् यणसन्धिः भवति, अकुर्वाताम् अपि च अकुरुयोगध्वं वर्णमेलनम् अकुरुध्वम्, इदानीम् अकुरुयोग इ अस्ति, इ अस्ति अत्र अकुरु अकुर्वि इति भवति, अकुर्वि इदानीम् अकुरुयोगवहि अकुरुयोगवहि अत्र उकारस्य लोपः भवति, नित्यं भवति, अकुर्वहि अकुर्वहि अकुर्वहि अकुर्महि इति अन्तिमरूपं. सूत्रं किं महोदय? नित्यं करोतेः समीचीनं, नित्यं करोतेः मोहो इति सूत्रेण लोपः भवति. समीचीनं, धन्यवादः. विजया भगिनी विधिलिङ्गी करोतु भगिनि. अस्ति वा भगिनि? आम् आम् भगिनि. विधिलिङ्ग ईत ईयाताम् ईरण् ईताः ईयाताम् ईद्वम् ईय ईवहि ईमहि इति अस्ति. प्रथमं क्रु योः ईत कुर्वीत इति अस्ति. तत्र इको एनर्जि कार्यं करोति कुर्वीत. अनन्तरं कुर्वी यातां, कुर्वी यातां इति तत्र कुर्वी कुर्वी यातां तत्र अपि इको एनर्जि कार्यं करोति. उकारस्य स्थाने वकारः आगच्छति. कुर्वी यातम् इति अस्ति. अनन्तरम् ईरन् तत्र तत्रापि एको एनर्जि कार्यं करोति. उकारस्य स्थाने वकारः कुर्वी रन् इति भवति. अनन्तरं कुर्वी कुर्वी ताः तत्रापि वर्णमेलनं खलु भगिनि, वर्णमेलनमेव. कुर्वी यातां कुर्वीद्वं कुर्वीय कुर्वीवहि कुर्वीमहि सर्वत्र तत्र वर्णमेलनमेव. इकोणचि न कार्यं करोति वा? सर्वत्र करोति खलु भगिनि. उकारस्य स्थाने वकारः आगच्छति. अनन्तरमेव ईय ईयताम् ईद्वम् ईय ईवहि ईमहि कार्यं करोति. वर्णमेलनं सन्धिकार्यम् अस्ति. सर्वत्र सन्धिकार्यं नम्बति. सर्वत्र सन्धिकार्यं. समीचीनं, धन्यवादः. अरुणा भगिनी अग्र अन्तिमपरिच्छेदं पठति वा? तनादिगणीयदातवः इति. अस्ति वा भगिनि? अरुणा भगिनि, क्षम्यतां भगिनि. धनादिगणीयदातवः डुक्रुङ्करणे करु करोति वा कुरु कुरुते इति रूपम्. अत्र आत्मनेपदरूपं दत्तम्. तत्र करोति इति न दत्तं, केवलं कुरुते दत्तं भगिनि. विस्तारे तनु तन् योगः तन् दातु मूल तनु तनोति तनुते. क्षणु हिंसायां क्षणु क्षणोति क्षणुते. षणु दाने सन सनु सनोति सनुते. अत्र आदेश समीचीनं. आं समीचीनं, तदेव सः सः. मनु मनु अवबोधने मनु योगः मनुते. वन् वनु याचने वन् यो वनु वनुते. छिणु हिंसायां छिन् छिणु छेणु. छिणोति छेणोति छिनुते छेणुते. ऋणु गतौ ऋण् ऋणु अर्णु ऋणोति अर्णोति ऋणुते अर्णुते. दृणु दीप्तौ गृण् भगिनि गृण् गृणु गृणु गृणोति गृण् गृह्णोति गृणुते गृह्णोति गृह्णुते. तनु तृणु अदने तृण् तृणु तर्णु तृणोति तर्णोति तृणुते तर्णुते. तत्र पठतु भगिनि संयोगपूर्वको संज्ञापूर्वको विधिरनित्यः इति वाटिकेन एषु चतुषु धातुषु पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति विकल्पेन. एकस्मिन् पक्षे भवति, अपर अपरस्मिन् पक्षे न भवति. अत्र चिनु ऋणु गृणु तृणु अत्र संयोगपूर्वकविधिः अनित्यः इति सूक्तवार्तिकं तेन पुगन्तलघुपदस्य विकल्पेन भवति, गुणकार्यं भवति. तदेव द्वे रूपाणि रूपे सन्ति. आं समीचीनं. तत्र यदा वयं दृष्टवन्तः तत्र ऋण् धातुः दृष्टवन्तः, तत्र रूपद्वयमपि भवितुम् अर्हति, ऋणोति अर्णोति, रूपद्वयमपि साधु इति. संयोगपूर्वको विधिर्नित्यः विधिर्नित्यः इति सूत्रेण तत्र पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं विकल्पेन भूत्वा तत्र एकस्मिन् पक्षे गुणः भवति, अन्यस्मिन् पक्षे न भवति अपित् प्रत्ययस्य कारणे. ऋणोति अर्णोति लोट् लकारे हि लोपः भवति न भवति भगिनि? तत्र संयोगपूर्वकः अस्ति चेत् न भवति, असंयोगपूर्वकः अस्ति चेत् हि लोपः भवति. अर्णुहि इति रूपं यत्र तनु अस्ति चेत् तत्र तनु एव तिष्ठति. तत्र असंयोगपूर्वः किल, उतश्च असंयोगपू किं सूत्रमस्ति तदेव, उतश्च असंयोगपूर्वात् इति सूत्रेण तत्र हि लोपः भवति, तनुहि इति रूपं. क्षम्यतां, तनु एव रूपं, क्षम्यतां. तत्र हि लोपः भवति, अत्र न भवति. अर्णुहि इत्यस्य लोपः न भवति. समीचीनम् भगिनि. वार्तिकं संज्ञापूर्वकः इति न संज्ञापूर्वको विधिरनित्यः, संज्ञापूर्वक संज्ञापूर्वको विधिर्नित्यः, विधिः नित्यः भवति इति वा? विधिः अनित्य, विधिः अनित्यः, अनित्यः. आम्, संज्ञापूर्वकः विधिः अनित्यः किम् इति द्रष्टव्यं भगिनि. कुत्र अन्यत्र कुत्रापि पश्यामि, अत्रापि अष्टाध्यायी डाट् काम् मध्ये अपि किमपि न दत्तमस्ति. अनया परिभाषया अत्र ऊ इत्यस्मिन् विकर्णप्रत्यये परे सार्वधातुकलकाराणां रूपेषु उपधारकारस्य गुणः न भवति इति केचन पण्डिताः मन्यन्ते. अतः उपधागुणं विना अपि रूपाणि अत्र निर्दिष्टानि सन्ति इत्येव दत्तमस्ति. तस्मिन् विषये कुत्रापि अन्यत्र विधिः अनित्यः, विधिः नित्यः नास्ति. यद् विधिः वयम् अपित् प्रत्ययः वा किल संयोगपूर्वः इति यद् विधिः वयम् अपित् प्रत्ययः एव तनादिगणः इति अपित् इति यद्विधिः तद् अनित्यः इति तावदेव मम अवगमनं. पश्यामः किं क्रयादिगणः इति अग्रिमपाठः, तस्य आरम्भं कुर्मः अद्य. अस्तु, राजेन्द्रमहोदय पठति वा क्रयादिगणः? पठामि. क्रयादिगणः, क्रयादिगणे एकषष्टिः धातवः सन्ति. अस्य गणस्य तिगन्तरूपाणि अपि जनेभ्यः भ्रमात्मकानि परन्तु यथा स्वादिगणे तनादिगणे च अत्रापि रूपसिद्धिः दुष्करा न अपि तु अत्यन्ततर्कपूर्णम्. सा च रूपसिद्धिः ज्ञायते चेत् अयं गणः नैव कष्टकरः. क्रयादिगणे एकषष्टिधातवः सन्ति. अस्य गणस्य तिगन्तरूपाणि यथा साधयामः तत् किञ्चित् भ्रमात्मकं भवितुम् अर्हन्ति, परन्तु यथा स्वादिगणे तनादिगणे वयं दृष्टवन्तः अत्रापि दुष्करा न सन्ति अपि तु अत्यन्ततर्कपूर्णः अस्ति. यदा यतोहि वयं तर्कं गच्छामः तत् रूपसिद्धिः ज्ञायते चेत् अयं गणः नैव कष्टकरः. पठतु महोदय, अग्रे पठामः. क्रियादिभ्यः शना इति सूत्रेण शना इति विकरणप्रत्ययः विहितः. लशक तदिते इत्यनेन शकारस्य इत्संज्ञा तस्य लोपः इत्यनेन लोपः न इति अवशिष्यते. अत्र क्रियादिभ्यः शना सूत्रेण अत्र शनाविकरणप्रत्ययः विहितः अस्ति. अत्र शकारस्य लोपः भवति लशक तदिते सूत्रेण, अपि च तत् इत्संज्ञा भवति तत् अनन्तरं तस्य लोपः भवति तेन सूत्रेण तत्र न एव अवशिष्यते तत्र विकरणप्रत्ययः. क्रियादिभ्यः शना क्रियादिगणे तेभ्यः धातुभ्यः शना प्रत्ययः भवति. कर्तार्थके सार्वधातुके प्रत्यये परे कर्तरि शप् इत्यनेन इत्यस्य अपादः. व्रीः आदिर्येषां ते क्रियादयः. बहुव्रीः तेभ्यः क्रियादिभ्यः. क्रियादिभ्यः पञ्चम्यन्तं शना प्रथमान्तं द्विपदम् इदं सूत्रं. कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः, सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः. प्रत्ययः परश्च इत्यनयोः अधिकारः. धातोर् अनेकाच हलादेः क्रियासंविहारे यण् इत्यस्मात् धातोः इत्यस्य अधिकारः. अनुवृत्तिस्य सूत्रं क्रियादिभ्यः धातुभ्यः शना प्रत्ययः परश्च कर्तरि सार्वधातुके. क्रियादिभ्यः शना सूत्रं भवति तस्मिन् गणे तस्मिन् धातुभ्यः शना प्रत्ययः आगच्छति विकरणप्रत्ययः रूपेण. तत् अन्ततो गत्वा तत् शकारस्य लोपं भूत्वा न एव अवशिष्यते तत् विकरणप्रत्ययः कृते. यदा सामान्यं सर्वत्र कर्तरि शप् इत्येव प्रथमम् आगच्छति, तस्य अपवादः क्रयादिभ्यः श्ना इति इत्यनेन श्ना इति प्रत्ययः विहितः भवति क्रयादिगणे. समीचीनं महोदय, धन्यवादः. तत्र कर्तरि सार्वधातुके क्रयादिभ्यः श्ना इति प्रत्ययः विहितः भवति. अस्तु, श्रीवल्ली भगिनी पठतु भगिनी अग्रे. आं भगिनि, श्ना षित् अतः तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः. अतः सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति. यथा क्रियोगः न इति स्थितौ. पुगन्तलघु उपदस्य च इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति. यथा विश्योगः न इति स्थितौ. परन्तु श्ना अपित् अतः सार्वधातुकम् अपित् इति सूत्रेण निद्वत् तदर्थं ङिति च इत्यनेन उभयत्र गुणनिषेधः भवति. श्ना श्ना इति षित् अतः तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः. सार्वधातुक अर्धधातुकयोः इत्यनेन सूत्रेण गुणकार्यस्य प्रसक्तिः अस्ति. पुगन्तलघुपदस्य च इति अनेन गुणकार्यस्य प्रसक्तिः अस्ति. एत विषयोगः न इति स्थितौ. परन्तु श्ना अपित् अतः सार्वधातुकम् अपित् इति सूत्रेण निद्वत् तदर्थं निति च इत्यनेन उभयत्र गुणनिषेधः भवति. समीचीनं. यदा वयं तनादिगणे दृष्टवन्तः, स्वादिगणे दृष्टवन्तः, अत्रापि गुणस्य अपित्वात् गुणनिषेधः तावदेव. अग्रे अपि पठतु भगिनि. आम्, यथा पूर्वतनेषु गणेषु अत्रापि सार्वधातुकलकारेषु तिङन्तानां निर्माणार्थं त्रीणि सोपानानि सन्ति. यथा पूर्वतनेषु गणेषु त्रीणि सोपानानि सन्ति तिङन्तानां निर्माणार्थं. प्रथमं विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं, तदा धातुविकरणप्रत्ययोः मेलनं. द्वितीयकार्यं तिङ्प्रत्ययस्थितिः. तृतीयकार्यं तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं, तदा अङ्गतिङ्प्रत्ययोः मेलनम् इति त्रीणि सोपानानि सन्ति. समीचीनं. अत्र द्वितीयसोपानं वयं पूर्वमेव साधितवन्तः. अस्माकं पार्श्वे यद् वयं तनादिगणे वा स्वादिगणे वा साधितवन्तः तदेव पार्श्वे स्थापयतु, तदेव तिङ्प्रत्ययः सिद्धप्रत्ययः तदेव अत्रापि कार्यं करोति. अस्मिन् पाठे अपि अस्य उपयोगः अस्ति, किमपि भेदः नास्ति. यत्र भेदः अस्ति पश्यामः, परन्तु तादृशं किमपि नास्ति. न ना इति विकरणप्रत्ययः एव नूतन नूतनः. समीचीनं, अस्तु. रघुपतिमहोदय, विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यम्. विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनम्. अपित्वात् गुणनिषेधः इत्यनेन कारणेन प्रथमसोपाने सामान्यधातुषु किमपि कार्यं नास्ति. अजन्तधातवः इकारान्त सियोगना सिना इति, उकारान्तदातवः यु योगना युना, ऋकारान्तदातवः वृ इति अस्ति, न स्ना इति न वृणा वृणा इति भवति. हलन्तदातुषु हलन्तदातुषु इदुपददातवः क्लिश्योगना कृष्ण, उदुपददातवः एकनिमिष पात्र उदुपददातवः घुद् योगना घुद्ना इति, ऋदुपददातवः मृद् योगना मृद्ना, कच्छन कच् योगना. अस्तु, अत्र कञ्चन इति भवति, अत्र नुमागमः भवति, कञ्चन कञ्चन नुमागमः एकवारं न कञ्च नुमागमः चकारः तत्र नकारः अस्ति किल, नत्कारस्य स्थाने चकारस्य पञ्चमवर्णः अनुनासिकवर्णः. तत्र नकारस्य स्थाने प्रथमम् अनुस्वारः भवति, अनन्तरम् अस्माकम् अनुस्वारस्य ययि परसवर्णः इत्यनेन ञकारः किल पञ्चमवर्णः. तद् भवति वा भगिनि? तकार चकार तकार न तत्र स्तोस्तु नास्तुः इति सूत्रेण नकारस्य ण्यकार भवति सवर्गीय, प्रायः तदेव समीचीनं. किमर्थम् इत्युक्ते यद् अहम् उक्तवती तद् न भवितुमर्हति, भवति चेत् सर्वत्र भवति किल, कृष्णा गृध्ना सर्वत्र भवति, तादृशं नास्ति. अत्र चकारनकारयोः एव भवति. आम्, अत्र चवर्गीय ण्यकार अनुनासिकः भवति, स्तोश्चु नश्चु इति अत्र एकम् अन्यदपि अहं दृष्टवती, यदा वृणा इत्यत्र नकारस्य णत्वं भवति, रेपः अतः साक्षात् परे अस्ति अत्कुप्वाम्नुं प्रायः, परन्तु मृद्योगः न, तत्रापि ऋ अस्ति परन्तु नकारः मध्ये अस्ति किल, मध्ये अतः न भवति, तदपि विशेष मृद्ना. परन्तु क्रयादिगणे कच्छा अश्ना इति, परन्तु क्रयादिगणे विशेषदातवः अपि सन्ति, येषां प्रथमसोपाने अङ्गकार्यं भवति. अत्र किमपि नास्ति विशेष, अत्र किमपि नास्ति, किमपि मुख्यतया नास्ति. किमर्थम् इत्युक्ते गुणस्य प्रसक्तिः अत्र नास्ति, अत्र वर्णमेलनमेव. यदा शेषदातवः अस्ति तादृशं किञ्चित् अवधानं दातव्यं, कञ्चना कञ्चा इति, अनन्तरं मृघ्ना वृणा इत्यत्रापि किञ्चित् अवधानं दातव्यं. ऋकारान्तदातवः णत्वं भवति, परन्तु अत्र दकारः अस्ति इति कृत्वा णत्वं न भवति. समीचीनम्. भगिनि एकः प्रश्नः अस्ति अत्र सूत्रं कार्यं करोति वा तत्र षकारस्य अनन्तरं नकारः तस्य दन्ती न भवति यथा षकारपरे नकारः आगच्छति दन्ती नकारः अत्र शात् इति वा शात् सूत्रम् अस्तु अस्तु धन्यवादः द्रष्टव्यं महोदय यथा प्रश्नः तत्रापि प्रश्नः तत्रापि न भवति सूत्रसङ्ख्या किमपि स्मरति वा महोदय शात् शात् 84 इति अस्ति अस्तु षकारात् परस्य तवर्गीयवर्णस्य स्थित्वं न भवति न भवति अस्तु प्रश्न ओ अतः एव स्थित्वं न भवति समीचीनम् उत्तमं शात् इत्यनेन अश्ना इत्येव अस्ति तत्र यदा वयं कच् योगः न इत्यत्र स्तोष्टु नाश्चुः कार्यं करोति अत्र न करोति समीचीनं महोदय 8444 इत्यस्य अपवादम् आम् समीचीनम् अस्तु अग्रे पठामः विजया भगिनी पठति वा पुवादिगणः इति एकः अन्तर्गणः पुवादिगणः इति क्रयादिगणस्य अन्तर्गणः पठतु भगिनि पुवादिगणः पुवादिगणे चतुर्विंशतिः धातवः सन्ति येषां निरनुबन्धरूपाणि इमानि लू पु लु दु ज्यां रि लि लि प्लि सृ कृ वृ सृ पृ वृ वृ मृ दृ जृ दृ दृ नृ कृ दृ गृ एतत् सर्वं दीर्घरिकारः एते सर्वे धातवः क्रियादिगणे सन्ति वादीनां ह्रस्वः इति सूत्रेण धातौ स्थितस्य स्वरस्य ह्रस्वत्वं भवति क्षितिपरे स्नाशित् अस्ति अतः स्ना प्रत्ययपरे धातुस्थ स्वरस्य ह्रस्वत्वं यथा पु योगः न पुना एव भवति लि योगः न लिना स्तृ योगः न स्तृणा इति भवति एतत् पुवादिगणे चतुर्विंशति धातवः सन्ति एतत् रि लि एतत् सर्वं दीर्घमस्ति परन्तु पुवादीनां ह्रस्वः इति सूत्रेण धातुस्थितस्य स्वरस्य ह्रस्वत्वमेव भवति उदाहरणं चेत् तत्र पू योगः न इति अस्ति चेत् तत्र पूकारस्य स्थाने पुकारः एव ह्रस्वं तिष्ठति दीर्घत्वं न भवति इति अग्रे पठामि वा आम् सूत्रं पठतु वादीनां ह्रस्वः पूञ्ज् लूञ्ज् धूञ्ज् ज्या दीलि एतत् दीर्घत्वमेन अस्ति पूर्वं वयं दृष्टवन्तः येषां धातूनां ह्रस्वत्वं भवति क्षितिप्रत्ययपरे पूः पूः आदिः येषां ते स्वादयः बहुवीर्हि तेषां स्वादीनां येन विधि तदन्तस्य अलोन्तस्य अतः अचः च अचश्च इत्येभिः सूत्रैः येषां धातूनाम् अन्तिमस्वरस्य ह्रस्वः आदेशः भवति अपवादीनां षष्ट्यन्तं ह्रस्वः प्रथमान्तं द्विपदमिदं सूत्रं स्टिवु क्लुमु मुचां क्षिति इति अस्मात् क्षिति इत्यस्य अनुवृत्तिसहितं अङ्गस्य इत्यस्य अधिकारः अनुवर्तिसहितसूत्रं स्वादीनाम् अचः अङ्गस्य ह्रस्वः क्षिति. वयं पूर्वं पठितवन्तः दीर्घस्य स्थाने पुवादीनां रस्वः इति भवति, तत्रापि एतदेव कार्यं करोति. येन विधि तदन्त्य तदन्तस्य अनन्तरम् अलोन्तस्य इति अचस्य इति सूत्रेण अन्तिमस्वरस्य रस्वः एव आदेशः भवति. तत्र अनुवृत्तिसहितसूत्रं पुवादीनाम् अचः अङ्गस्य ह्रस्वः क्षिति इति. निमित्तं किं भगिनि कदा भवति? तत्र निमित्तं तत्र दीर्घस्य स्थाने ह्रस्वत्वं भवति. तत् कार्यं निमित्तं क्षितिपरे, क्षितिपरे कार्यं भवति इति वदति. तत्र परिभाषासूत्रत्रयं कार्यं भवति. येन विधि तदन्तस्य अचः अङ्गस्य ह्रस्वः, यत्र यत्र ह्रस्वः वा दीर्घः वा किमपि उक्तमस्ति कार्यम् इत्यनेन, तत्र सर्वत्र अचश्च इति परिभाषासूत्रस्य आवश्यकता अस्ति. अचश्च आगत्य वदति दीर्घः वा ह्रस्वः वा प्लुतः वा, स्वरस्य एव भवति सर्वदा तद् स्मर्तव्यं. दीर्घः भवतु ह्रस्वः भवतु इति यदा सूत्रं वदति चेत् कस्य भव कस्य ह्रस्वत्वं दीर्घत्वम् इति प्रश्नः आगच्छति, स्वरस्य एव भवति. अतः एव अचश्च इति सूत्रस्य आवश्यकता. अचश्च सर्वत्र तादृशसन्दर्भे सर्वत्र अचश्च इति सूत्रस्य परिभाषासूत्रस्य आवश्यकता अस्ति. अनन्तरं येन विधिस्तदन्तस्य इत्यनेन अचः अङ्गस्य ह्रस्वः, कुत्र कीदृश अङ्गस्य ह्रस्वः इत्युक्ते अचः अङ्गस्य ह्रस्वः. अनन्तरम् अलोङ्क्यस्य कुत्र कस्य स्थाने भवति इत्युक्ते अन्तिमस्वरस्य स्थाने एव भवति. यदा वयम् अत्र तु अन्तिमस्वरः एव अस्ति प्रायः, यदा स्वरद्वयम् अस्ति चेत् कुत्र भवति इति प्रश्नः आगन्तुं शक्नोति. तत्र अन्तिमस्वरस्य एव ह्रस्वत्वम् इति सूत्रं वदति. अतः पुवादीनाम् अङ्गानाम् अचः ह्रस्वः क्षिति. अतः क्षिति प्र शका क्षम्यतां षित् प्रत्ययः परे अस्ति चेदेव कार्यं भवति. अन्यत्र कुत्रापि पुवादिगणस्य धातवः आगच्छति चेत् तत्र सत्वत्वं न भवति. तद् उदाहरणम् अग्रे एव अस्ति, परन्तु मनसि भवेत् एतत् सूत्रस्य प्रसक्तिः केवलं क्षिति प्रत्यये परे एव. समीचीनं. अस्तु अरुणा भगिनी, अचश्च यत्र यत्र ह्रस्वदीर्घः ह्रस्वः दीर्घः प्लुतः च विधीयन्ते तत्र तत्र अचः इति षष्ट्यन्त्यं पदम् आगत्य उपस्थितं भवति. परिभाषासूत्रम् अचः षष्ट्यन्त्यं च अव्ययपदं द्विपदमिदं सूत्रम् उकालो ह्रस्वदीर्घ प्लुतः इत्यस्मात् अच् ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः तत्र विभक्तिपरिणामेन तृतीयान्तं भवति. ह्रस्वदीर्घप्लुतैः शब्दैः अनुवृत्तिसहितसूत्रं ह्रस्वदीर्घप्लुतैः अचः च अच् अचश्च इति सूत्रं परिभाषासूत्रमस्ति. यत्र सूत्रे यत्र यत्र ह्रस्वदीर्घप्लुतः इति विधीयते तत्र तत्र अचः इति षष्ट्यन्त्यपदम् आगत्य तिष्ठति. अनुवृत्तिसहितसूत्रं ह्रस्वदीर्घप्लुतैः अचः च अच् अच इति वर्णेन अच् अति ह्रस्वाच् अच् वर्णः वा दीर्घ अच् वर्णः वा प्लुतवर्णः इति अस्ति चेत् तत्र चिन्तनीयम्. अत्र ह्रस्वदीर्घप्लुतैः तृतीयान्तमस्ति. अनन्तरम् अचः च अच् अचः इति स्थानं स्थाने ह्रस्वदीर्घप्लुतशब्देन विधीयमानः अच् अचः स्थाने एव भवति इत्येव सूत्रस्य अर्थः. यत्किमपि ह्रस्वत्वं वा दीर्घत्वं वा प्लुतत्वम् इति सूत्रे उक्तमस्ति चेत् तद् आदेशः अचः स्थाने एव, अचः इति षष्ट्यन्तम्, अचः स्थाने एव भवति इति सर्वदा मनसि भवेत्। लाघवार्थं सूत्रे तद् न उक्तं, पुवादीनां ह्रस्वः इत्येव उक्तं, तत्र अचः वा कुत्र स्वरः वा किमपि न उक्तं, परन्तु यत्र यत्र तादृशं ह्रस्वदीर्घ प्लुत इति शब्दः अस्ति चेत् तत्र अचश्च इति परिभाषासूत्र सूत्रं स्वयम् आगच्छति, वयम् अवगन्तुं शक्नुमः तत्र स्वरस्य स्थाने एव भवति। अग्रे अपि पठतु भगिनि। किं भवति, किं ह्रस्वः इति अस्ति, अचः किं कार्यं करोति? ह्रस्वः आकारः अस्ति चेत् तत्र अचः, अचः अच् इत्युक्ते सर्वे स्वराः, सर्वे स्वराः अचः इत्यनेन तस्य ग्रहणं भवति, तत्र स्वरस्य ह्रस्वत्वं वा दीर्घत्वं वा भवति, अत्र ह्रस्वत्वं भवति। तदेव प्रश्नः वा भगिनि? पुलुतः अस्ति अपि तत्र ह्रस्वत्वमेव भवति? न, तादृशं नास्ति। यत्र यत्र सूत्रे ह्रस्वः दीर्घः प्लुतः इति उक्तमस्ति चेत् तत्र सर्वत्र अचश्च इति सूत्रम् आगत्य वदति स्वरस्य स्थाने एव दीर्घत्वं ह्रस्वत्वं प्लुतत्वं भवतु इति, तावदेव अचश्च इति सूत्रस्य कार्यं तावदेव। अनन्तरं विधिसूत्रम् परिभाषासूत्रं किल सहायमेव करोति, किमपि स्वयं किमपि कार्यं परिभाषासूत्रं कदापि न करोति, सहायं करोति। इदानीं विधिसूत्रं वदति ह्रस्वत्वं भवतु इति, विधिसूत्रमेव ह्रस्वत्वं भवतु दीर्घत्वं भवतु प्लुतत्वं भवतु इति विधिसूत्रमेव डैरेक्षन् ददाति। अवगतं वा? आं भगिनि। भगिनी अत्र किमर्थम् अचश्च इति, यत्र दीर्घत्वम् अथवा ऋषत्वं एतानि कार्याणि केवलं स्वरस्य एव भवति खलु, स्पष्टीकरणार्थम् अचश्च इत्युक्ते सर्वत्र स्वरस्य एव भवतु, किमपि अन्यत् किमपि न चिन्तयतु इति, तावदेव सहायार्थमेव। वेल् डिफैन्ड् इति वदामः किल महोदय, सर्वम् अस्ति तत्र, किमपि लूप् होल् एव भवेत् इति, आम् किमपि अन्यत् किमपि न चिन्तयतु, नूतनतया किमपि न योजयतु, किमपि लूप् होल् एव नास्ति, तावत् तादृशं काम् किं वदामः, सर्वम् अस्ति तत्र पाणिनि अष्टाध्याय्या। अस्तु, अरुणा भगिनी अग्रे पठतु भगिनि अग्रिमसूत्रम्। अलौन्तस्य अलौन्तस्य सूत्रं षष्टिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः स आदेशः अन्त्यस्य अल्वर्ण्यस्य स्थाने भवति। परिभाषासूत्रम् अलः षष्ट्यन्तम् अन्त्यस्य षष्ट्यन्तं द्विपदमिदं सूत्रं षष्टिस्थाने योग इत्यस्मात् षष्टिस्थाने इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रं षष्ट्या अन्तस्य अलः स्थाने विधीयमान आदेशः। अलौन्तस्य इति परिभाषासूत्रम् अस्ति, तत् वदति षष्टिविभक्तिरूपम् अस्ति, रूपं स्वीकृत्य तस्य अस्य पदस्य स्थाने आदेशः प्राप्ति, वयं जानीमः षष्टिविभक्ति अस्ति चेत् स्थाने भवति, अत्र एव आदेशः भवति, अत्रापि अन्तस्य अल्वर्णस्य स्थाने एव आदेशः भवति इति सूत्रं विस्तीकरणं करोति अलोन्तस्य परिभाषासूत्रम्। अत्रैव पवादीनां हश्वः अश्व कत् कत् कुत्र भवति इति चेत् अन्त्य अलन्त अन्त्य अल्वर्णस्थाने एव दीर्घः अस्ति चेत् हश्व भवति इति अत्र दत्तम्। समीचीनं समीचीनम् उत्तमं. तत्र अग्र अन्तिमवाक्यमपि पठतु. अत्र ध्येयं यत् अत्र ध्येयं यत् यः प्रत्ययः परः अस्ति सः षित् नास्ति चेत् स्वरस्य ह्रस्वत्वं न भवति. अतः कर्मणि सार्वधातुके यक् इत्यनेन यक् कृत्वा लटि प्रयुयते तान्ते क्ताप्रत्ययेन पुनः त्वा तवतौ तवतु प्रत्ययेन पूर्णवान्. अत्र सूत्रं दत्तं केवलं प्रत्ययाश्चित् प्रत्ययः नास्ति चेत् हश्वत्वं न भवति. कुत्र कुत्र भवति इति दत्तं सार्वधातुकय्यक् कर्मणि प्रयोगे सार्वधातुकय्यक् इति सूत्रं प्रत्ययः आगच्छति. अत्र यक् लटिस् रूपं पूयते एव रूपं पू दीर्घः न हर्षं न भवति पूयते एव. तदेव क्ताप्रत्यय निर्माणसमये पूनः इति रूपं भवति. तावतौ तावत् प्रत्यय निर्माणसमये पूनवत् इति पूनवान् इति दीर्घमेव अवशिष्यति. समीचीनं. अतः पुवादीनां ह्रस्वः इति सूत्रं क्षितिपरे एव तस्य कार्यं. यदा प्रत्ययः षित् नास्ति यदा अस्माकं कर्मणि प्रयोगे तत्र पूयते दीर्घत्वम् अवशिष्यते एव. पूयते पूनः पूनवान् इत्येव अस्ति इति सारांशः. अस्तु कृदन्ति खलु भगिनि कर्मणि अपि किल कर्मणि अपि अस्ति तत्र पूयते इति रूपमस्ति. समीचीनम्. आं भवती एव पठतु भगिनि सम्प्रसारणम्. सम्प्रसारणं ज्या धातुः. ज्या धातुः पुवादिगणे अन्तर्भूतः किन्तु सम्प्रसारिणी धातुः अपि अस्ति अतः अत्र विशेषः. सम्प्रसारणं गृहि ज्या वयि व्यदि वष्टि विचति वृक्षति पृच्छति भृज्यातीनां निति च. गृहज्या वै व्यद् वश् व्यच् व्रश्च प्रच् व्रज् येषां सम्प्रसारणं भवति किति निति प्रत्यये परे. इक् यनः सम्प्रसारणम् इक् यनः सम्प्रसारणं यनकस्थाने यः इक् प्रत्याहारे स्थितवर्णः आदिष्टः तस्य सम्प्रसारणं संज्ञा भवति. इक् प्रथमान्तं यनः षष्ठ्यन्तं सम्प्रसारणं प्रथमान्तं त्रिपदमिदं सूत्रं सूत्रं सम्पूर्णं यनः इक् सम्प्रसारणं यनकस्थाने इक् सम्प्रसारणरूपेण आगच्छति. यवराल इति अस्ति चेत् तत्र यकारस्य स्थाने इकारः य वकारस्य स्थाने उकारः र स्थाने अर् आगच्छति. अनन्तरं विकारस्य स्थाने विकारः इति सम्प्रसारणरूपे यनः इक् भवति तत्र. अग्रे पठामि भगिनि. कीदृशसूत्रमस्ति भगिनि इग्यणः सम्प्रसारणम् इति? इग्यणः सम्प्रसारणम् इत्युक्ते विधिसूत्रं खलु भगिनि तत्र सम्प्रसारणम् इति संज्ञासूत्रमस्ति. सम्प्रसारणम् इति संज्ञा ददाति. यत्र यत्र यणः स्थाने इक् भवति तत्र सम्प्रसारणम् इति संज्ञा भवतु इति सूत्रं वदति. ग्रहीज्या इति कीदृशसूत्रं? ग्रहीज्या वै व्यदि एतत् सर्वं एतत् सम्प्रसारणं भवति किति निचि प्रत्ययपरे. एतदपि संज्ञासूत्रमपि खलु भगिनि? विधिसूत्रं यत्र यत्र प्रत्ययः परः अस्ति अनन्तरं किमपि कार्यं वदति सूत्रं सम्प्रसारणं भवतु इति कार्यं वदति अतः तद् विधिसूत्रं विधिं सूचयति अतः विधि विधिसूत्रं. समीचीनं धन्यवादः. राजेन्द्रमहोदय अग्रिमसूत्रं पठति वा सम्प्रसारणाच्च? तत्र प्रथमवाक्यम् अन्तिम अनुवृत्तिसहितसूत्रम् आम् भगिनि तस्मात् अनन्तरं महोदय सम्प्रसारणाच्च इति सूत्रम् ओ ओ ओ क्षम्यतां भगिनि सम्प्रसारणाच्च सम्प्रसारणसंज्ञक वर्णात् अचि परे पूर्वपर्यस्थाने एकः पूर्वरूप आदेशः भवति सम्प्रसारणात् च अचि पूर्वपर्य एकः पूर्वसंहितायाम् अत्र सूत्रं सूत्रं वर्तते यथा सम्प्रसारणं भवति तत्र तत्र तत् वर्णस्य अनन्तरं यः अच् वर्णः अस्ति तस्य स्थाने एकः पूर्वरूप आदेशः भवति भवति अति पूर्वरूप आदेशः भवति संहितायां विषये यथा जया अत्र उदाहरणत्वेन प्रायशः सम्यक् भवति जया जया अत्र ज योग य योग आ अत्र यकारः सम्प्रसारणे वर्णः भवति तस्य एगियनः सम्प्रसारणं तत् सम्प्रसारणसंज्ञा भवति भवति अत्र सम्प्रसारणाच्च अत्र सूत्रेण जया अत्र परिगणितधातुः अस्ति तत्र घ्री जया वै व्यधि व्यष्टि विचति विश्चति पृच्छति पृच्छति नीति च तत्र तस्मिन् सूत्रे जया जया अपि एकं धातुः अस्ति तदनन्तरं तत्र कति नीतिः परे प्रत्यये परे यथा तस्य अस्ति तत्र यकारस्य स्थाने इ आदेशः भवति इदानीं किं भवति जि योग आ अत्र इकारः आकारः तत्र स्वरद्वयम् अस्ति अत्र तस्मिन् स्थित्यां किं भवति अत्र इकार अकारस्य स्थाने पूर्वरूप आदेशः भवति जि एव अवशिष्यते अवशिष्यते अत्र आकारः आकारस्य लोपः भवति अस्तु लोप् वदामः लोपः न लोपः न पूर्वरूपादेशः पूर्वादेशः अस्ति अत्र लोपः न शुना प्रत्ययः शित् अपि च पित् भिन्नत्वात् नित्वत् भवति अस्मिन् गणे क्रियादिगणे श्ना प्रत्ययः अस्ति यः अपित् अपित् प्रत्ययः अस्ति तत्कारणात् तत्र तत् सम्प्रसारणात् सूत्रस्य प्रसक्तिः अस्ति अत्र जिया योगना सम्प्रसारणं जि योगना इदानीं हलः इति तत्र अनन्तरं सूत्रं हलः आगच्छति तत्र जि यः इकारः अस्ति तस्य दीर्घत्वं भवति जि योगना पुवादीनां ह्रस्वः इत्यनेन क्षिति परे ह्रस्वतं जि योगना अन्ततो गत्वा जिना एव तिष्ठति तत् यद्यपि तत्र दीर्घत्वं प्रथमं भवति अनन्तरं ह्रस्वत्वमपि भवति तत् सूत्रसङ्ख्या द्रष्टव्या तत्र 6-4 इति हलः 7-3 इति पुवादीनां ह्रस्वः इति सूत्रेण पुनः तत्र ह्रस्वत्वं भवति तद् अग्रे अस्ति किमर्थं तादृशं भवति इति महोदय हलः सूत्रमेव पठतु महोदय हलः अङ्ग अव्ययवात् हलः यद् उत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घो भवति यः हल् वर्णः अङ्गस्य अवयवः तस्मात् परिस्थितं यत् अङ्गात् सम्प्रसारणं तस्य दीर्घत्वं भवति हलः पञ्चमे अन्तम् एकपदं सूत्रं येन विद्यते तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्त्यः सम्प्रसारणसम्यक् वर्णः अस्ति अचश्च अलोन्त्यस्ति इत्याभ्यां तस्य अङ्गस्य अन्त्यवर्णस्य अचः दीर्घ आदेशः सम्प्रसारणस्य इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः दृढलोपे पूर्वस्य दीर्घो अनः इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिस्य सूत्रं हलः सम्प्रसारणस्य अङ्गस्य दीर्घः भवति यथा यथा तत्र हल् वर्णः परे अस्ति चेत् तत्र यः सम्प्रसारणी वर्णः अस्ति तस्य दीर्घत्वं भवति अङ्गे यः सम्प्रसारणे वर्णः अस्ति तस्य दीर्घत्वं भवति. अत्र यथा जि जि जि भवति एतस्मिन् उदाहरणे. आम् तत्र हल् वर्णः जकारः, तत्र सम्प्रसारण वर्णः अपि अस्ति इकारः, सम्प्रसारण अङ्गमस्ति जि इति, अतः तत्र ह्रस् हलः इति सूत्रस्य कार्यम् येन दीर्घत्वं भवति. तत्र किं महत्त्वम् इत्युक्ते हलः इति सूत्रे किमपि निमित्तं किमपि नास्ति, अन्यत् किमपि नास्ति, प्रत्ययस्य विषये किमपि नास्ति, परन्तु पुवादीनां ह्रस्वः इति सूत्रे तु षित् इति निमित्तम् अस्ति. तदेव भेदः, किमर्थं प्रथमं हलः अनन्तरं पुवादीनां ह्रस्वः इत्यनेन प्रथमं दीर्घत्वं कृत्वा अनन्तरं ह्रस्वत्वं किमर्थं कुर्मः इत्युक्ते प्रत्ययस्य कारणेन एव. षित् प्रत्ययः अस्ति चेत् कार्यं, षित् प्रत्ययः नास्ति चेत् कार्यं तु न भवति. पुवादीनां ह्रस्वः इत्यस्य कार्यं न भवति. जीना अन क्षम्यतां, तत्र तु अस्माकं विकरणप्रत्ययः अपि न आगच्छति, अन्यत् किमपि रूपं जीतः इति वयं दृष्टवन्तः किल, जीनः जीतः किं तादृशम् आगच्छति. तावदेव. तत्र मुख्यविषयः अन्यद् अस्ति, ज्या धातुः पुवादिगणे अन्तर्भूतः, परन्तु सम्प्रसारणी धातुः अस्ति, अतः तस्य विशेषः, तद् मनसि भवेत्. अस्तु, प्रश्नः अस्ति वा? तत् पाठः लघुपाठः एव प्रायः. भगिनी, प्रथमं हलः इति सूत्रेण सम्प्रसारणं दीर्घतं भवति, अनन्तरं पुवादीनां ह्रस्वः इति सूत्रे अनन्तरमपि ह्रस्वत्वम् तत्रैव तिष्ठति, तावदेव, परिवर्तनं नास्ति, किमपि नास्ति. पुवादीनां ह्रस्वः आगच्छति चेत् पुवादिगणीयधातुः अस्ति, अतः ह्रस्वत्वमपि भवति. सम्यक्, अस्तु, अद्य समापयामः. धन्यवादः, धन्यवादः, धन्यवादः.